नमस्कारः. तव्यतुमन् पृच्छति तत्र मनु वर्तते. तत्र तत्र अस्मिन् भागे स्मः तत्र यस्य हलः इत्यस्मिन् भागे. आं भगिनि, अधुना काशिकायां किं लिखितम् अस्ति पश्येम. अस्मिन् परिच्छेदे सम्पूर्ण यत् यस्य हल तस्य किं समाधानम् अस्ति, कानि के समस्या किम् अस्ति, तत् सर्वम् आगच्छति अस्मिन् परिच्छेदे. हल उत्तरस्य य शब्दस्य आर्धधातुके लोपः भवति. भेदिता, भेदितुं, भेदितव्यं, यस्येति सङ्घातग्रहणम् एतत्, तत्र अलोन्त्यस्य इत्यनेन न भवति, अतो लोप इत्यनैव तस्य सिद्धत्वात्. हल इति वा पञ्चमी निर्देश, तत्र आदेपरस्य इति यकारो अनेन, यकारः अनेन लुप्यते. सङ्घातग्रहणं किम्? ईष्यता, मवीता, हल इति किं? लोलुयिता, पोपुयिता. अत्र यस्य हल तस्य यत् उक्ति अस्ति, परिभाषा तस्य अस्ति हल उत्तरस्य य शब्दस्य आर्धधातुके लोपो भवति. तो इति यस्य हल इति यत् सूत्रम् अस्ति, यत् वयं पूर्वं पठितवन्तः, तस्य परिभाषा अस्ति हल उत्तरस्य य शब्द आर्धधातुके लोपः भवति. तद् हल उत्तरस्य किं भवति इति, यदि यङन्त धातुः अस्ति, यथा भेभिद्य यदि वयं स्वीकुर्मः, तस्य य यत् भेभिद्य य यत् तस् अन्ते आगच्छति, यकारसहितकार अस्ति. हल् उत्तरस्य य शब्दस्य भवति लोपः. आर्धधातुकप्रत्ययः अस्ति अस्माकं कृते इता, इत्तुं वा इत्तव्यम् इति आर्धधातुकप्रत्ययः. तो तत्र य शब्दस्य लोपः भवति, तो रूपं भवति बेभिदिता, यदि तृच् अस्ति बेभिदितुं, बेभिदितव्यम्. इदानीं तस्य य शब्दस्य कथं लोपः भवति, तस्य समाधानं काशिकायां दत्तमस्ति. यस्येति सङ्घातग्रहणम् एतत्, यदि यस्येति मीन्स् यस्य इति यः शब्दः अस्ति, य यस्य हल इति सूत्रे य शब्दः यत् अस्ति, य तत्र य कारसहित स्वीकृतम् अस्ति. यस्य इति सङ्घातग्रहणम् एतत् अस्ति. य सङ्घातग्रहणम् एतत् युक्ते य अकारसहित यत् अस्ति तस्य ग्रहणं, न तु यकार एव. यकार एव यदि वयं पूर्वं पठितवन्तः, यकारे य हल् अपि भवितुं शक्नोति, किन्तु इति न उक्तं सूत्रे. सूत्रे यस्य हल, तो यस्य हल इति इत्युक्ते य अकारसहत् अस्ति. इदानीं यदि यकारसहत अकारसहत यकारस्य यदि लोपः भवति, तदानीं किं भवति? बेबिद् इति भवति योग इत्तुं. यदि बेबिद् योग इत्तुं भवति, तत्र समस्या का भवति? पुगन्तलघुपद्यस्य इत्यस्य प्रसक्ति भवति, प्राप्ति अपि भवितुं शक्नोति, किन्तु तत् बेभेद्य बेभेद्य बेभेदितुम् इति भवति, किन्तु तत् इष्टरूपं नास्ति इति अस्माकं आवश्यक इति अस्माकम् इष्टपति नास्ति. सो वयं किम् इच्छामः? बेभेदितुम् एव, न तु बेभेदितुम् इति अस्माकं रूपम् इच्छा अस्ति. अतः अच परस्मिन् पूर्वविदौ इत्यस्य कार्यं स्थानिवत् आनेतव्यं. यदि स्थानिवत् आनेतव्यं, तत् कथं भवति? अस्य समाधानं भवति सङ्घातग्रहणम् एतत्. यदि सङ्घातग्रहणम् एतत् अस्ति, अनेन किं भवति? केवलं यस्य हलनेन यकारस्य एव लोपः भवति, अकार तथैव तिष्ठति, तदनन्तरम् अतो लोप यदि आगच्छति, अतो लोपनेन अकारस्य लोप भवति, कारणकी अकार आदधातुके परे निमित्तकं निमित्तम् अस्ति आदधातुकपरे, तस्य अकारपरे आदधातुक अच्वर्ण अस्ति। तो इदानीं यदि अतो लोप अच्युवर्णस्य लोप भवति अकारस्य, तु अज यत् अच् लोप भवति तत् अजादेश अच् परस्मिन् पूर्वविदो अनेन भवितुं शक्नोति, तत् तथैव तत्र अच् इदानीम् अजादेश पूर्वविधि कर्तव्यम् इति भवति, परनिमित्तिकम् इत्यव्यम् इति तु अस्ति, तु अत्र अस्माकम् इष्टरूपमपि आगच्छति पुगन्तलघुपदस्य बाधा भवति तत्र। तो यदि इति भवति सङ्घातग्रहणं, तस्य लाभः किं भवति? अलोन्त्यस्य यस्यस्य अपि कोऽपि कार्यं न भवति, कारणकि अतो लोप अतोलोप वदति, अतोलोपस्य अपि कारपरे अति अच्वर्णं परे अस्ति, तत्र अस्य अर्धधातुक अच्वर्णपरे तस्य पूर्वपरस्य पूर्वस्य परस्य स्थाने पर आदेशः भवति इति, तो इति अलोन्त्यस्य कार्यमपि न कर्तव्यं तदानीं। तो हल् इति वा पञ्चमी निर्देश, तु इदानीं हल् यदि अस्ति तस्य पञ्चमी निर्देशं यदि वयं स्वीकुर्मः, तत्र हल इति यः हल अपि भवितुं शक्नोति, किन्तु यः हल तस्य समाधानम् अस्ति सङ्घातग्रहणेन। यदि यः हल भवति सङ्घातग्रहण अकारसहित अस्ति, तदानीं यकारस्य एव यस्य हल मे यः हल यदि अस्ति तस्य स्वीकर्तुं भवति। यदि अन्यरूपम् अपि भव अन्यमार्गेण कारस्य लोप भवति, तत् अस्ति आदिपरस्य। यदि आदिपरस्य इति सूत्रमयं पश्यामः, तस्य तत् आदिपरस्य पञ्चमी निर्देशात् निमित्तात् विद्यमानशब्द उक्त आदेश यत् अस्ति तस्य प्रथमवर्णस्य स्थाने भवति। तो इति तस्मात् उत्तरस्य अस्ति अनेन किं भवति, यत् पञ्चमी निर्देशति तस्मात् यत् पू परम् अस्ति पूर्णशब्दस्य लोप लोप आदेश भवति वा एक कस्मिन् शब्दस्य आदेश आगच्छति इति न नियमति। तु आदिपरस्य आगत्य तत् नियमति तस्मात् उत्तरस्य सूत्रं, कि केवलं परं यत् शब्दः अस्ति तस्य प्रथम या आदिमजवर्णः अस्ति तस्य एव आदेश भवति। सो यदि आदे परस्य इति वयं स्वीकुर्मः यः यस्य हल अनेन, तु केवलं य शब्दः अस्ति तस्य तत्र एव विधिः भवति, यत् तत्र विधिः भवति तु यकारस्य एव लोप करणीयम् अस्ति, तदनन्तरम् अवशिष्यते अतो लोपस्य कारणं भवति। सो इति अस्ति समाधानं। सो इति हल् इति वा पञ्चमी निर्देश, वा शब्दस्य यत् समाधानं किम् अस्ति, यदि हल् इति पञ्चमी निर्दिष्टम् अस्ति स्वीकुर्मः, तस्य मार्गं द्वयं भवति। एकमार्गमस्ति आदिपरस्य अनेन समाधानं यकारस्य लोप कर्तव्यं, तदनन्तरं लोपा अजादेश पूर्व अच परस्मिन् पूर्वविदो आगच्छति, वा आदिपरस्य अनेन यकार आदिमवर्णस्य य शब्दस्य यकार अस्ति तस्य लोपकरणीयं तदनन्तरम् अच परस्मिन् पूर्वविदो आगत्य अजादेश स्थानिवत् करोति। तो इदानीं द्वि मार्गेण वयं इष्टरूपं प्राप्तुं शक्नुमः। तो इदानीं दलसार्थक्यं वदति सङ्घातग्रहण किं सङ्घात वा इति पदं कुत्र स्थापितम् आसीत्? हल् हल् इति वा पञ्चमी निर्देश अस्ति न वा इति कुत्र स्थापितं काशिकायामेव अस्ति वा? काशिकायाम् अस्ति आम्। तु महोदय वारं वारं पृष्टवान् वा इति, तस्य अर्थं किम् अस्ति? हल् इति वा पञ्चमी निर्देशे तत्र आदिपरजसे इति यकारो अनेन लुप्यते, पूरा वा सङ्घातग्रहणम् उपरि समाधानं दत्तवान् सङ्घातग्रहणेन, द्वि मार्गद्वयं भवति येन इति इष्टरूपम् आगच्छति. सो सङ्घातग्रहणं किमिति ईष्यता मवीयता, अत्र धातुः अस्ति ईष्य, तत्र केवलं यकार अस्ति किन्तु अकारसहितः नास्ति, सो इति सङ्घातग्रहणं यत् यकारसहित अकार भवेत् तदानीम् एव यस्य हल तस्य कार्यं भवितुं शक्नोति. ईष्यता यदि अस्ति तत्र अकारसहित यकार नास्ति, अतः यस्य हल तस्य कार्यं न भवति. तर्हि वा इत्यनेन प्रतिपादनं भिन्नरूपेण प्रतिपादनम् अस्ति, किन्तु साक्षात् भिन्न विकल्पः इति नास्ति इति खलु? इति विकल्प अर्थः नास्ति अत्र, या इति अर्थः अस्ति अत्र. सामान्यतया वा इति वयं विकल्पेन वदामः साधु, विकल्पेव अवगम्यते खलु, भिन्नप्रतिपादनम् इत्येव, भिन्नप्रतिपादनम् इति अवगम्यते अत्र. धन्यास्मि भगिनि, धन्यास्मि. वृणा भगिनी अग्रे अपि लोलुयुता पोपुयुता यत्र अस्ति तत्र आदौ अचुवर्ण अस्ति, अतः हल् वर्ण नास्ति, कारणकि यकारस्य प्राक् हल् वर्ण भवेत् तस्य परम् अचुवर्ण अकार भवेत् तदानीमेव यस्य हलस्य कार्यं भवति. तु लोलुयुता पोपुयुता अत्र हल् वर्ण नास्ति यकारस्य प्राक्, अतः तस्य कार्यं न भवति इति दत्तमस्ति अत्र. धन्यास्मि भगिनि, बहु धन्यास्मि, भवती उत्तमम् उक्तवती. अरुणा भगिनी भवती पठति वा अत्र आदेः परस्? कुत्र भगिनि? प्रकाशिकाय अत्र आदेः परस्य इति सूत्रं दत्तमस्ति. ओके, आदेः परस्य पञ्चमे निर्दिष्टात् निमित्तात् विद्यमानशब्दः उक्तः आदेशः तस्य शब्दस्य प्रथमवर्ण्यस्य एव स्थाने भवति. परस्य यद्विहितं तत् तस्य आदेर्बोध्यम् इति सिद्धान्तकौमुदी. परिभाषात् एतत् इदं सूत्रं तस्मात् इति उत्तरस्य इति नियमति. तस्मात् इति उत्तरस्य इत्यनेन यावत् अस्ति परं तत् सर्वम् इति सूचयति. आदेः परस्य इत्यनेन उच्यते यत् केवलं परभागस्य कदमवर्णस्य कार्यम् इति. स्थाने अन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः, अलोन्तस्य इत्यस्मात् अलः इति अनुवृत्तिः. अनुवृत्तिसहितसूत्रं परस्य आदेः अलः स्थाने. अत्र अन्यसूत्रमस्ति आदेः परस्य, अत्र आदेः इति पञ्चमे निर्दिष्टं निमित्तमस्ति, तत्कारणता विद्यमशब्दः सूच्यते तत् आदेश कथं भवति इति चेत् प्रथमवर्णस्य तत् शब्दस्य प्रथमवर्णस्य एव स्थाने भवति. अदं वयं यस्य हलः अत्र आदेः परस्य सूत्रेण यकार यस्य इति यकार लोपं भवत् अर्हति. वयं तु अत्र तर्हि अनुवृत्तिसहितं वयम् एवं चिन्तयामः खलु, तस्मात् उत्तरस्य परस्य इति, उत्तरस्य इत्युक्ते परस्य इति अर्थः, तर्हि तस्मात् परस्य आदेः हलः स्थाने इति परन्तु यस्य हलः तत् सूत्रं न तद्देव पर्वते भगिनि. यस्य हलः तस्य प्रतिपादनं यस्य हलः इति विधायकसूत्रं खलु किमस्ति, विधिसूत्रमस्ति. आदेः परस्य इति परिभाषासूत्रं, तर्हि विधिसूत्रस्य प्रवर्श तत्र प्रवर्तनार्थं तस्य सूत्रस्य तत्र परिभाषासूत्रस्य कस्य परिभाषासूत्रस्य तत्र आवश्यकता भवति इति चिन्तयामः चेत् सामान्यतया अलोन्तस्य इत्यनेन भवति स्म, किन्तु यस्य हलः इति हलः इति पञ्चमी निर्देशः अस्ति इति कृत्वा वयम् अत्र तु आदेहे परस्य इति सूत्रस्य परिवर्त तत्र प्रवृत्तिः भवति, अनेन प्रथमवर्णस्य लोपः जायते इति वयं परिभाषासूत्रम् अग्रे काशिकायाम् उक्तं यत् सङ्गातग्रहणं किम् ईष्यता मव्यता अत्र ईष्यात् धातुः मव्यधातुः योगः त्वच् प्रत्ययः ईष्या योग इतृ यदि यस्य हलः इत्यनेन हल्वर्णात् आदुधातुके परे यकारलोपो भवति तर्हि यकारस्य अत्रापि लोपः भविष्यति यः अनिष्टः तस्य निवारार्थं यश्च इति सङ्गातग्रहणम् एतत् इत्यनेन अवगम्यते यत् यः यकार अकाररहित तस्य एव लोप भवति हल हलः ददाति काशिकायां अस्ति वदति सङ्गातग्रहणम् इति काशिकायां या शब्दस्य लोप विषये सङ्गातग्रहणं ग्रहणम् इति दत्तम् ईष्यत मव्यता द्वयतद्वयं स्वीकृत्य अधुना तुच् प्रत्यय निर्माणसमये ईष्या इक ईतृ अत्र यकारलोपः यस्य हलः अनेन लोपः भवति तर्हि अत्रापि अर्थात् रूपं न अनिष्टरूपं भवति वयं यकार आवश्यकमस्ति तत् निवारणार्थं यस्य इति सङ्गातग्रहणम् एतत् इति सूत्रेण परिभाषासूत्रेण यकार अकारसहित यकार यकारलोपः भवति हलः आदुप्रत्ययपदे अत्रापि समानमेव भगिनि हलः इति अत्रापि लोपः यकारलोप न इष्टः न कर्तव्यं परन्तु यस्य हलः इत्यनेन भगिनि अग्रे अग्रे पठतु वा काशिकायाम् अन्तिमः अंशः अस्ति अंशः अस्ति हल इति किं लूलूयिता पोपोयिता अनेन बोध्यं यत् यकारात् प्राक् हल् वर्णः नास्ति चेत् यकारलोपो न भवति इति लूलूय यकारात् प्राक् हल् वर्णः नास्ति खलु अकारः नास्ति चेत् उकारः अस्ति यत् यकारात् प्राक् अकारः नास्ति अवर्णः नास्ति चेदेव यकारलोपः न भवति खलु तदा एव ये शब्दस्य दोषेन लिखितमस्ति खलु हल् वर्णः नास्ति चेत् इति न लेखनीयम् आसीत् हल् वर्णः चेत् इति भवेत् आम् आम् नास्ति इति त्यक्तव्यं तर्हि हल् वर्णः चेत् यकारलोपो न भवति इति न केवलं हल् वर्णः यत्किमपि इल् वर्णः इत्युक्ते इकारः अस्ति चेत् उकारः अस्ति चेदपि न भवति खलु तर्हि अवर्णः नास्ति चेत् इति वक्तव्यम् अचुवर्णः न भवेत् अचुवर्णः अच् नास्ति केवलं ह्रस्वकारः न खेदन लोलु इति केवलं इति मम भाति तत्र हल्वर्ण भवेत् इति न भगिनि हल्वर्ण नास्ति चेत् हल्वर्ण इति उक्तं न भगिनि हल्वर्णः नास्ति चेत् जकारलोपो न भवति इत्युक्ते किं साक्षात् यस्य हलः इत्यस्मिन् किम् उक्तमस्ति सङ्गातग्रहणम् इत्यनेन यकारोत्तरवर्ति ह्रस्व अकारस्य ग्रहणं क्रियते खलु न तु हल्वर्णः हा तत् सत्यं परन्तु निमित्तमस्ति पूर्वस्थितं हल्वर्णः यतोहि नोलु इत्यत्र लकारस्य परम् ऊकारः अस्ति, परन्तु ले लिख्य इत्यत्र ख हल्वर्णः अस्ति, तस्य परमेव यकारः अस्ति, इत्युक्ते ख प्राक् हल्वर्णः भवेत्, खकार अपि यकारयोः मध्ये किमपि नास्ति, ले लिख्य इति हा, परन्तु लोल्य इति नास्ति, लोलूय इति, तेन कारणे तत् न भवति, पोप्य इति न अस्ति, पोप्य इति नास्ति, पोपूय इति साक्षात् हल्वर्णस्य परं यकारः नास्ति, यशब्दः नास्ति, ग्रहणं किमर्थम् इति उक्तमस्ति खलु, हा धन्यवादः, न एतत् भवति भ्रमात्मकमस्ति किञ्चित् किञ्चित् मम तत्र भवती पठति वा, अस्तु, अत्र प्रश्नः उदेति यत् यस्य हलः इति सूत्रेण यशब्दस्य यकार अकारयोः लोपः भवति चेत् लाघवं भवति अतो लोपः इत्यस्य अनावश्यकत्वात्, तदर्थम् अच परस्मिन् पूर्वविधौ इत्यनेन यः लोपः अजादेशः उक्तः तस्य अजादेशत्वं यशब्दलोपे स्वीकर्तव्यम्, अनेन तस्य स्थानिवद्भावः अपि भविष्यति, लाघवमपि भविष्यति, नो चेत् लेलिख्य इतव्य इति स्थले यशब्दलोपानन्तरं लेलिख् इतव्य, पुगन्तलघुपदस्य च इत्यनेन उपधायां स्थितस्य लघु इकः गुणः भविष्यति, अतः लेलिखितव्य इति अनिष्ठरूपं जायेत, तर्हि अजादेशत्वं यशब्दलोपे स्वीकर्तव्यम्, मातृभिः पृष्टं तथा भवितुमर्हति वा इति, ताभिः प्रतिपादितं यत् भाष्यकारैः प्रदर्शितं यत् अनेकैः कारणैः अचः परस्मिन् पूर्वविधौ इति स्थले अजादेशः इत्युक्ते एक एव अच्वर्णस्य यः आदेशः अच् युक्तहल्वर्णः चेत् अथवा अच् युक्त अच्वर्णः चेत् अजादेशः स्वीकर्तुं न शक्यते इति, अत्र प्रश्न अस्माकं वर्गे भाति शुकमहोदयेन उक्तं यस्य हलः इत्यत्र पूर्णयशब्दस्य लोपं कृत्वा सङ्गातग्रहणं त्यजतु, यशब्दस्य पूर्वशब्दस्य लोपं भवेत् चेत् अपि च तस्मिन्नेव शब्दे अजादेशः अपि स्वीकरणीयः, तर्हि लाघवमस्ति इति, यस्य हल इति यकारस्य लोपः तस्य पश्चात् अतो लोपः इति अकारस्य लोपः, एतत् सर्वं त्यक्त्वा केवलं यलोपे अजादेशं स्वीकर्तव्यं, तदर्थम् अच परस्मिन् पूर्वविधौ इत्यनेन अजादेशं स्वीकर्तव्यम् इति, स्थानिवद्भावः अपि भविष्यति, लाघवं भविष्यति इति, नासु तत् न भवति चेत् अस्माकं लेलिखितव्य इति रूपं न सिद्ध्यति, पुगन्तलघुपदस्य च इत्यस्य विधानेन लेलिखितव्य इति रूपं न इष्यते, तर्हि अजादेशं यशब्दलोपे स्वीकर्तव्य चेत् लाघवमस्ति इति तेन उक्तमस्ति, परन्तु मात्रा उक्तं यत् तत् न भविष्यति, यतोहि भाष्यकारैः प्रदर्शितं यत् अनेकैः कारणैः च परस्मिन् पूर्व इति अजादेशः एव अजादेश इति उक्तत्वात् केवलम् अचः आदेशः हल् सहित अचवर्णस्य या अच् सहित अचवर्णस्य आदेशः अजादेशः नास्ति, एकाकी अचवर्णस्य किम् आदेशः स्यात् इति, लोपः स्यात् लोपः आगम आदेशः तदेव अच्विधिः इति ज्ञास्यते, तदा एव अच परस्मिन् पूर्वविधि स्थले अजादेशः कर्तुं शक्नुमः इति, स्पष्टं कृतं वा भगिनी? अपि च अनेकं विषयमपि उक्तं, यथा एतादृशं यदि कुर्मः तर्हि अलोच्यस्य इत्यस्य अपि अवश्यमेव नास्ति इति, तर्हि बहवः लाभाः सन्ति, परन्तु एतत् उक्तं नास्ति इति, न उचितम् उचितं नास्ति इति उक्तम् भाष्यकारैः प्रमाणत्वेन अनेकानि उदाहरणानि दत्तानि अत्र एकम् अत्र अस्ति एतत् उदाहरणम् अस्माभिः चर्चितं भगिनि मम मनसि भ्रमम् अस्ति अहं वदामि पठामि तस्य पश्चात् वदामि विंशति इति स्थले विंशतेः पूर्णमिति अर्थे विंशतिशब्दात् तस्य पूर्णे डट् इत्यनेन डट् प्रत्ययः विधीयते विंशतियोगः डट् अनुबन्धलोपानन्तरं विंशतियोगः अप् अस्मिन् प्रत्यये परे विंशति इत्यस्य यचि भम् इति भसंज्ञा भवति तदा त्रिविंशतेः दिति इत्यनेन भसंज्ञकस्य विंशतिशब्दस्य ति इत्यस्य लोपः भवति विंश अतोगुणे इत्यनेन पूर्वपरयोः पररूप एकादेश विंश इति शब्दः एतत् स्पष्टमस्ति केवलं विंश इति शब्दस्य शब्दः कथम् उत्पद्यते इति अत्र दत्तमस्ति डट् इति प्रत्ययः तस्य विंशतिशब्दस्य पश्चात् अस्ति डकारटकारयोः लोपानन्तरम् अकारः अवशिष्यते तदा विंशति इति शब्दस्य यच् भं भसंज्ञा भवति अपि च डित्वसामर्थ्यात् त्रिविंशतेः डिति डित्वात् भसंज्ञकस्य विंशतिशब्दस्य तेः लोपः भवति ति इत्यस्य लोपः भवति विंश अ इति अवशिष्यते अत्र अतो गुणे इति कृत्वा पूर्वपरयोः एकपररूप एकादेश भवति इति विंशशब्दः इति उत्पद्यते तस्य पश्चात् यत् अस्ति तस्य चर्चा अभवत् भगिनी परन्तु मम भ्रमः अस्ति पठामि अन्य कोऽपि पठति पठतु भगिनि अग्रे पठतु अस्तु अत्र तिलोपः भवति ति इत्यत्र तकारः योगः इकारः वर्णद्वयस्य लोपः अत्र अचः परस्मिन् पूर्वविधौ इत्यनेन तिलोपः अजादेशः इति स्वीक्रियते चेत् विंशः इति रूपं न लभ्यते यतोहि विंश योगः ति योगः अ इति भवति अतो गुणे इत्यस्य प्रसक्तिः तदा नास्ति विंशयोगः ति योगः अ इति एव तिष्ठति अथवा अजादेशत्वेन इकारः इव एव स्वीक्रियते चेत् विंशयोगः इ योगः अ अतो गुणे विंशी अ विंश्य इति अनिष्टं रूपम् अतः कथञ्चिदपि अस्यां दशायाम् अत्र एकमेव अचुवर्णं त्यक्त्वा वर्णद्वयमस्ति तत्र अच परस्मिन् पूर्वविधौ इत्यनेन अजादेशः न स्वीकर्तव्यः इति अस्ति अत्र मम भ्रमः एवमस्ति अत्र उक्तं यत् ती शब्दस्य यदा लोपः भवति तस्य स्थानवद्भावं स्वीकर्तव्यम् इति परन्तु स्थानवद्भावं स्वीकर्तव्यम् इत्युक्ते विधि यदा विधिः क्रियते तदा तत् पुनः न आगच्छति खलु इति पुनः कर्तव्ये स्थानवद्भावः स्वीकर्तव्यः इति केवलं भावः स्वीकृत्य परन्तु ति इति तत्र पुनः न आगच्छति खलु न तत्र पश्यति खलु तत्र पूर्वविधौ कर्तव्ये स्थानवद्भावः इत्युक्ते पूर्वविधिः अतोगुणे इति सूत्रस्य यदा सूत्रम् आगत्य कार्यं कर्तुम् इच्छति तदा अतोगुणे इति सूत्रं किं पश्यति विंशयोगः स्थानवद्भावः अस्ति इति कृत्वा इतोपि ति इति अस्ति इति पश्यति खलु तदेव उक्तमस्ति अतो लोपः इति दृष्ट्या ति इति अस्ति लुप्तः पुनः अस्ति इति दृष्टिः तर्हि तथैव तादृशमेव यदि लेलिख्य इतव्य इति स्थले वयं पश्यामः लेलिख् य लोपः भवति इतव्य इति आगच्छति तत्र य इति मध्ये तस्य किमपि कारणं नास्ति अस्ति इति भाति परन्तु नास्ति अत्र तु एतावदा दर्शितं यत् विविश्य अपि च एतयोः मध्ये ति अस्ति इति दर्शितम् अत्र दर्शितं कस्य दृष्ट्या इत्युक्ते पूर्वविधौ कर्तव्ये इति अस्ति खलु अस्तु अतोगुणस्य दृष्ट्या अस्तु अन्यथा तु नास्ति लुप्तः जातः ओके यतोहि यतः यतोहि बहु चर्चा भवति यतोहि विविशयोगः तियोगः अ इत्यत्र इष्टरूपं न सिद्ध्यति तथैव यदि इ इति स्वीकर् कुर्मश्चेत् विंशि विंश्य इति भवति परन्तु परन्तु इ नास्ति खलु तत्र तदेव पुनः विकल्पद्वयम् अस्ति खलु केवलं हलन् हल् वर्णेन सह यदि इकारः अच् अच् किम् अस्ति स्थानिवद् रूपेण स्वीकुर्मः चेत् पूर्णतेति इति पश्यति अतोलु विकल्पेन चिन्तयतु अस्तु यद्यपि टी इत्यस्य स्थाने तकार इकारयोः स्थाने लोपः आदेशः लोपादेशः जातः किन्तु इ इति एव अचुवर्णः अस्ति खलु तर्हि एव अचुवर्णः इति कृत्वा स्थानिवद्भावः केवलम् अचुवर्ण एव अवशिष्यते इति चिन्तयामः चेत् तथापि इ इति मध्ये दृश्यति पश्यति अस्तु अत्र उदाहरणं समानं नास्ति यतोहि लेलिखे इत्यत्र ख्य तत्र कार्यं नास्ति तस्य पूर्वं कार्यं भवति खलु तत्र तु यदि वयं स्वीकुर्मः चेत् सरलं भवति इत्येव तत्र चिन्तनम् अस्ति अस्तु आम् आम् आम् आम् अस्तु धन्यवादः आम् आम् तत्र सारल्यम् अस्ति किन्तु अन्यत्र सर्वत्र तस्य प्रवर्तनं न भवति इत्येव उदाहरणम् अस्तु अस्तु अस्तु धन्यवादः भगिनि भगिनी सूर्यकुमारी भगिनी भवती पठति वा तावत्पर्यन्त कृतवन्तः अग्रेसरामः भगिनी यतोहि कुर्मः कुर्मः क्षम्यतां भगिनी अत्र एकः प्रश्नः अस्ति की भागः अच्युवर्ण एव अस्ति चेत् तत्र अच परस्मिन् पूर्वविधौ इति प्रसक्तिः अस्ति वा ति भागः पुनः भगिनि ति भागः ति इत्युक्ते अत्र अच् केवलम् अच् नास्ति खलु हल् सहित अच् वर्णः अस्ति खलु तत् इदमस्ति यत्र ति भागः कुत्र पठति कुत्र पठति कस् कुत्र पठति अत्र भागद्वयम् अस्ति खलु विकल्पद्वयं तत्र कुत्र पठति इति न गच्छामि उदाहरणेन राम अस्ति अत्र टी भागः अकार एव खलु टी भाग भगिनी न तु टी ओ टी भागः ओके अस्तु अस्तु भगिनी अत्र यचिबम् इति सूत्रस्य प्रवर्तनार्थं वा विंशति इत्यत्र टी अस्ति टी भागः अस्ति यत्र हलन् हल् वर्णः नास्ति चेत् एक एव अचि अस्ति टी भागः तत्र किं भवति न अहं न पठामि अवगच्छामि भगिनि कुतः पठति अत्र भाष्यकारैः प्रमाणत्वेन इति वा तत्र वा अनेकानि उदाहरणानि सन्ति नापि भवान् पठामि भगिनि उदाहरणेन संशयः टी भागस्य समस्या एव न उक्तः अस्ति खलु अचोन्त्यादि टि इति वा भगिनि टि इति शब्दस्य कृते पृच्छन्ति अस्ति किं टि या टि दन्त्यटकारः नो चेत् मूर्धन्यटकारः कस्मिन् विषये पृच्छति भगिनि सूर्यकुमारी भगिनी किम् इच्छति वक्तुम् इच्छति यद् टि भागस्य लोपः कुर्मः विशन्ति अस्मिन् तकार उत्तर इकार अस्ति इकार टि भाग भवति साधु भ संज्ञानेन अत्र टि भागस्य लोपः तत् अहं सूत्र अस्ति टि विंशेति दिति सूत्रेण पूर्व सम्पूर्ण टि भागस्य लोपः अस्ति न तु केवलं टि भागस्य अत्र मूर्धन्य टकारस्य टि इति भागस्य लोपः इति न उक्तम् अस्ति भगिनि सूत्रेणैव उक्तमस्ति टि इत्यस्य लोपः इति तकारेण सहितं यः इकारः अस्ति तस्य लोपः इति उक्तमस्ति यथा यस्य हल तत्र पूर्वं यकार अकार इति सूत्रे उक्तम् अस्ति तथैव अति टि विंशति दिति टि इति पूर्ण टि अस्य लोपः अस्ति तकारेण सह यः इकारः अस्ति तस्य पूर्णतया लोपः इति अत्र उक्तमस्ति सम्यक् भगिनि. दृष्ट्वा एकवारं वदामि तदनन्तरम्. अन्यत् उदाहरणं स्थूलदूरयुवः ह्रस्वक्षिप क्षुद्राणां यणादिपरं यणादिपरं पूर्वसु च गुणः सूत्रमस्ति. स्थूल दूर युव ह्रस्व क्षिप्र क्षुद्र इत्येतेषां यणादिपरं लुप्यते इष्ट इमन् इयस् इत्येषु प्रत्ययेषु परेषु पूर्वस्य च गुणो भवति. उदाहरणमस्ति स्थूलयोगः इष्टम् स्थूलदूरयुव ह्रस्वक्षिप क्षिप क्षिप्र क्षुद्राणां यणादिपरं पूर्वस्य च गुणः इत्यनेन यणादि यणादिः लुप्यते. ला ला यो लकार अकार ला इत्यस्य लोपः सु योगः इष्टं तदा तेन एव सूत्रेण गुणः गुणः स्तो भवति. स्तो योगः इष्ट यचोयवायावः इत्यनेन स्थविष्टः इति रूपम्. उदाहरणेन उक्तं यत्र यणादिपरं पूर्वस्य च गुणः यन् आदिपरं पूर्वस्य च गुणः सूत्रे विवरणम् अस्ति. यत्र यन् यन् लुप्तं भवति अनन्तरं पूर्वस्य इकः गुणः भवति इति उक्तं खलु भगिनि. किं भगिनि? लुप्तानन्तरं पूर्वस्य सूत्रेव विषय कार्यद्वयम् अस्ति खलु. आम् अनन्तरं पूर्वस्य च गुणः इति विषयद्वयम् अस्ति. यणादिपरं लुप्यते इति प्रथमभागः, तर्हि तदा तु लकारः अनन्तरं तस्य उत्तरवर्ति अकारः अपि लुप्यते. तदनन्तरं पूर्वस्य च गुणः इति भागेन पूर्ववर्णस्य गुणः जायते खलु, लकारस्य गुणः जायते. तदेव तत्र अपि लक स्थूल उदाहरणे ला लोपः भवति, तत्र अकार अस्ति, ला लकार अकारयोः ला ला भवति, द्वयस्य लोपः भवति. सत्यं पूर्वं गुणः भवति, ऊकारस्य गुणः भवति, स्तो भवति. च परस्य पूर्वस्मिन् अचः परस्मिन् पूर्वविधौ इति तत्र न आवश्यकं, तत्र न अभवत्, साक्षात् न भवति इति गुणकार्यं भवति. पूर्वे यत् विधिकार्यमस्ति तत् कार्यं भवति, गुणकार्यं भवति. किन्तु यदि वयम् अत्र अकार लकारसहित अकारस्य अजादेशः इति स्वीकुर्मः चेत् तदा तु क्लेशः जायते खलु, एचोयवायावः इति. तत्र गुणकार्यं न नैव सम्भवति, पूर्वविधिकार्यं न सम्भवति. किमर्थं? पूर्वविधिकार्यं तत्र सानिवद् भवति इति कृत्वा अच परस्मिन् पूर्वविधौ इति सूत्रेण तत्र तत्र यः पूर्वम् एतत् लकार लकारसहित अकारस्य अपि तत् पश्यति, तदपि तद् पुनः पश्यति. यद्यपि नास्ति, तत्र स्थानिवद्भावेन तत्र उपविशति आगत्य. अग्रेपि पठतु भगिनि, तदेव अग्रे उक्तमस्ति. तत्र अजादेसत्वं लाशब्दलोपे स्वीक्रियते चेत् तस्य स्थानिवद्भावः भवति. तर्हि सो योगः इष्ट, गुणादेशः तु भवति स्थूलदोर इति सूत्रेण. परन्तु स्तो योगः इष्ट, अधुना स्थानिद्भावः भवति ला इति एकादेशस्य, अतः स्तो योगः ला योगः इष्ट. यचो यवायवः इत्यस्य कार्यं न भवति, अतः स्थविष्ट इति रूपं न लभ्यते. अतः यत्र एकमेव अचुवर्ण त्यक्त्वा वर्णद्वयमस्ति, तत्र अच परस्मिन् पूर्वविधौ इत्यनेन अजादेशः च स्थानिवद्भावश्च न स्वीकर्तव्यः इति. स्थूलरूपेण यत्र यत्र अचुवर्ण एक एव आदेशः भवति, तत्र एव अचय परस्मिन् पूर्वविधौ स्तोत्रं प्रवर्तति. यत्र हलयुक्तः अचुवर्णः अस्ति, तत् लोपः भवति, तत्र भावः नास्ति, तत्र स्थानिवत् भावः नास्ति. एकाचि आदेशः भवति, तत्र एव स्थानिवत् भावः भवति इति. आं भगिनि, अन्ते अन्तिममपि पठतु. आहत्य यस्य अलः इति सूत्रेण आर्धधातुकप्रत्यये परे हलुत्तरस्य या शब्दस्य लोपो नास्ति अपि तु यकारस्य एव, तदा अतो लोपः इत्यनेन अदन्ताङ्गस्य ह्रस्व अकारलोपो भवति आर्धधातुकप्रत्यये परे. अनेन च अचेव परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परन्निमित्तकम् अजादेशकस्थानिवत् भवति, यस्मात् लेलिख्य योगः इतव्य इति स्थाने अनिष्टं गुणकार्यं न भवति, इष्टं रूपञ्च लिखितव्य जायते. तदेव उक्तं तत्र द्वौ उदाहरणौ, यत्र यन्नलोपः भवति, यस्य हलः सूत्रमेव, तत्र अपि परवर्तते इति. यत्र यत्र अचुवर्णः हल्वर्णे युक्ते सति, तत्र अच अतो लोपः अपि नास्ति चेत् तत्र अच परस्मिन् पूर्वविधौ इति प्रसक्तिः एव नास्ति. न, अतोलोप इत्यस्य कार्यं नास्ति, पूर्वविद् साक्षात् एव केवलमेव अत्र वर्णद्वयस्य इति अज्वर्णेन सहितम् अन्यवर्णः अस्ति चेत् तत्र तु वयं स्थानिवद्भावं स्वीकर्तुं न शक्यते इति सारांशः इति मन्ये भगिनि. यत्किमपि पूर्वविधिकार्यं यत्किमपि कार्यं भवतु, केवलं यत् एकेन एकः एव अचुवर्णः अस्ति चेत् तदा तु कार्यं भवति, नो चेत् तु कार्यं न भवति इति. समीचीनम्. पठामि वा भगिनि? तावदेव अस्ति मन्ये खलु. आम् आम् आम्, तावदेव अस्ति. भगिनि एकवारं विंशतिः इत्यत्र अस्माभिः चर्चितम् एकवारं पुनर् वक्तुं शक्नोति किम् आं भगिनि निश्चयेन भगिनि प्रक्रिया एकस्मिन् स्थले ति अस्ति एकस्मिन् स्थले इ अस्ति कथमिति यदि विवृणोति तत्र महोदयस्य प्रश्नः आसीत् खलु सुब्रह्मण्यमहोदयस्य इति मन्ये खलु तत्र यस्य हलः इत्यस्मिन् य शब्द इति यकार सहित अकारस्य वयं स्वीकुर्मः चेत् लाघवं भवति इति यकारसहित अकारस्य लोपः जायते लोपः इति स्वीकुर्मः चेत् पूर्णतया स्थानिवद्भावं स्वीकृत्य तत्र किं भवति अतो लोपः इत्यस्य अनावश्यकं भवति तत्र अचः परस्मिन् विधौ इत्यनेन यः लोपः अजादेशः उक्तः ये शब्दे लोपे स्वीकर्त तत्र स्वीकर्तुं शक्नुमः चेत् तत्र अतो लोप इति निषेधकं भवति निश्चयेन तदा तु लाघवं भवति इति महोदयेन उक्तमासीत् तत्र निवारणार्थम् एकत्र लाघवं भवति इति वयं स्वीकृत्य अन्यत्र सर्वत्र प्रवर्तयितुं न शक्नुमः इति अवबोधुम् उदाहरणानि दत्तानि विंशति इत्यस्य पूर्वप्रत्यान्तरूपं तु विंशः इति जायते इति रूपमस्ति तत्तु वयं जानीमः किन्तु तस्य प्रक्रिया का इति अग्रे उक्तमस्ति विंशति इति शब्दस्य पूर्णं विंशतेः पूर्णम् इति तत्र पूर्णप्रत्ययान्तः प्रत्ययस्य यत्र योजनं तत्र पूर्णान्त पूर्णप्रत्ययः भवति तत्र तस्य पूर्णे डट् इति सूत्रेण डट् प्रत्ययः भवति तदा तु विंशतियोगः डट् इति जातम् अनुबन्धलोपानन्तरं विंशतियोगः अ इति जातम् अत्र तु यचिबम् इत्यनेन तत्र किं भासज्ञा भवति विंशति इति पदस्य तदा भासज्ञा भूत्वा ति विंशतिर्डिति इति सूत्रेण भासज्ञकस्य ति इति तकार उत्र तकारसहित इकारस्य तत्र लोपः भवति विंशयोगः अतो गुणे इत्यनेन पूर्वपरयोः पररूपादेशः भवति विंश इति प्राप्नुमः इति प्रक्रिया दत्ता किन्तु प्रश्नः भवति विंशयोगः विंशतियोगः अ इत्यस्मिन् यदा तिविंशतेर्डिति इति सूत्रेण ति इत्यस्य लोपः जातः खलु सः लोपः अजादेशः वा इति प्रश्नः तत्तु इकारः अस्ति खलु जनाः पृच्छन्ति एव तत्र इकारः अस्ति खलु तर्हि अजादेशः इति स्वीकर्तुं शक्यते खलु यथा पूर्वमहोदयेन उक्तं यस्य हलः इत्यनेन पूर्णयकारस्य वयं अजादेशः इति स्वीकृत्य कर्तुं शक्यते इति वदामः तत्रापि अत्रापि पूर्णतया अजादेशः यद्यपि सकारसहित इकारः अस्ति तथापि अजादेशः इति स्वीकर्तुं शक्यते खलु इति प्रश्नः तदा किं भवति अत्र प्रश्नद्वय चिन्तनद्वयं प्रवर्तितुं शक्नुमः अजादेशः इति केवलम् अत्र स्थानिवद्भावः यः तकारसहित इकारः भवितुम् अर्हति नो चेत् स्थानिवद्भावः इति साक्षात् चिन्तनं तत्र केवलम् अचुवर्णस्य एव भवति इत्यपि चिन्तयितुं शक्नुमः खलु कश्चन जनः वदति अस्तु स्थानिवद्भावः अस्ति किमर्थं तकारसहित इकारस्य स्थानिवद्भावः नास्ति तद् तकारसहित इकारस्य एव लोपः जातः खलु तर्हि तकारसहित इकारस्य स्थानिवद्वं वयं स्वीकुर्मः इति कश्चन जनः वदति अन्यः जनः वदति यद्यपि तकारसहित इकारस्य लोपः जातः किन्तु अचुवर्णः तु एक एव वर्णः अस्ति खलु इकारः एव अस्ति खलु तर्हि वयम् इकारस्य अजादेशं स्वीकुर्मः इति अन्यः जनः वदति चिन्तनद्वयं तावदेव यत्किमपि चिन्तनं भवतु विकल्पद्वयं भवतु विकल्पः भवतु तत्र सर्वत्र तु तत्र असाधुरूपं प्राप्नुमः किमर्थं तकारसहित इकारस्य लोपः अजादेशः न भवितुम् अर्हति इति केवलम् एकस्य एव अचुवर्णस्य लोपः जायते चेत् एव सः अजादेशः वर्णद्वयस्य यदि हल् सहित अचुवर्णस्य नो चेत् अन्यस्वरसहित अकारः अपि अचुवर्णः अपि अस्ति चेत् स्वरद्वयम् अस्ति चेदपि तत्र अजादेशः इति तत्र तत्र पारिभाषिकसंज्ञा तस्य न भवति इति स्वीकुर्मः तस्य विवरणमेव तत् यदि स्वीकुर्मः चेत् इति कृत्वा तत्र ति इति पूर्वविधिसूत्रं यत् पूर्वं कार्यं कर्तुम् इच्छति तत् अतोगुणे इति सूत्रम् आगत्य पश्यति तथा तीसहित तकारसहित इकारं वा पश्यति नो चेत् केवलम् इकारं पश्यति उभयत्र अपि साधुरूपं न प्राप्नुमः इति कृत्वा यदा कदापि वर्णद्वयस्य अजादेशः इति वयं न स्वीकर्तुं शक्नुमः केवलम् एक एव अचुवर्णः अस्ति चेत् तस्य आदेशः कश्चन आदेशः भवति चेत् तदेव अजादेशः इति पारिभाषिकसंज्ञा भवति इति. अस्तु, अन्य एक प्रश्नः अस्ति. विंशति इत्यस्मिन् शब्दे एतत् प्रातिपदिकमस्ति खलु? आम्. मूलशब्दः कः विंशति वा? यथा धातु अस्ति वा? सोरि, प्रातिपदिकमस्ति. सो विंशति इति प्रातिपदिकं वा? पृच्छामि भगिनि, पश्यामि भगिनि. द्वौ दश परिमाणस्य विंशति पक्ति विंशति इति निपातनात् सिद्धं सङ्ख्याविषयः. यथा दश इति अस्ति, पि इति स्वीकृत्य दकारस्य लोपः जायते इति मन्ये भगिनि. द्वे दश इति अस्ति खलु, दश इति भूत्वा दकारस्य लोपः जात्वा तत्र वि वकारः अवशिष्यते इति मन्ये. द्वि इत्यस्य वकारः अवशिष्यते, तदनन्तरं श इति कृत्वा कश्चन प्रक्रिया प्रायः तथा स्यात्. तथैव एकं द्वे त्रीणि सर्वे प्रातिपदिकानि खलु? द्वि दशति इति स्वीकृत्य अन्यप्रश्नः संख्यावाचकशब्दः एक द्वे त्रीणि इति ते सर्वे प्रातिपदिकाः किल? प्रातिपदिकानि प्रातिपदिकाः एव सत्यं. पूर्णप्रत्ययः पूर्णप्रत्ययन्तः अपि प्रातिपदिकान् प्रातिपदिकानि एव. अस्तु, आम् आम् आम् लिङ्गं मन्ये प्रातिपदिकानि. अस्तु, धन्यवादः. धन्यवादः तर्हि विरमामि. अस्तु, धन्यवादः भगिनि. आवश्यकता अस्ति वा कुत्र भगिनि? अत्र विंशति तत्र अन्यत्र न मा भवतु इत्येव अत्र तत्र वर्णद्वयस्य लोपः जायते चेत् द्वितीयम् अवगच्छामि द्वितीयम् अवगच्छामि किन्तु तस्य आवश्यकता नास्ति न किं तदनन्तरमेव तत्र नास्ति इति कृत्वा वा अतोगुणे कार्यं करोति. यदि सान्योद्भावः अस्ति चेत् अतोगुणे इत्यस्य कार्यं न भवति खलु. पूर्वविधिकार्यमस्ति अतोगुणे इति, तस्य कार्यं न सम्भवति. तत् कार्यं न सम्भवति किमर्थम् इत्युक्ते मध्ये वर्णं पश्यति. तदेव. अस्तु अस्तु, बहु सम्यक् आसीत्. धन्यवादः. शुभरात्रिः. धन्यवादः भगिनी.